षष्ठोऽध्यायः श्वेतकेतुः ह आरुणेयः आस इत्यादि अध्यायसम्बन्धः सर्वं खलु इदं ब्रह्मतज्जलाम् इत्युक्तं कथं तस्मात् जगदिदं जायते तस्मिन्नेव च लीयते अनिति च तेनैव इति एतद् वक्तव्यम् अनन्तरं च एकस्मिन् भुक्ते विदुषे सर्वं जगत् तृप्तं भवति इत्युक्तं तत् एकत्वे सति आत्मनः सर्वभूतस्तस्य उपद्यते न आत्मभेदे कथं च तदेकत्वमिति तदर्थ्वयं षष्ठोऽध्यायः आरभ्यते श्वेतकेतुर्हारुणीयः स तगं महापितो वाचा श्वेतकेतो वस ब्रह्मचर्यं न वै स्वाम्यास्मत्कुलीनो आनानूच्य ब्रह्मबन्धुरिव भवति इति पिता पुत्राख्यायिकविद्यायाः सारिष्टत्वप्रदर्शनार्थः श्वेतकेतुरिति नाम्नः ह इति ऐतिह्यार्थः आरुणीयः अरुणस्य पौत्रः आस बभूव तं पुत्रं आरुणिः पिता योग्यं विद्याभाजनं मन्मानः तस्य उपनयनकालात्यं च पश्यन् उवाच हे श्वेतकेतुम् अनुरूपं गुरुं कुलस्य नो गत्वा वस ब्रह्मचर्यं न च एतद्युक्तं यदस्मत्कुलीनो हे सौम्य अननुच्य अनधीत्य ब्रह्मबन्धुरिव भवति इति ब्राह्मणान् बन्धून् व्यपदिशति न स्वयं ब्राह्मणवृत्तः इति तस्य अतः प्रवास अनुमीयते पितुः येन स्वयं गुणवान् सन् पुत्रं न उपनिष्यति सः द्वादशवर्ष उपेत्य चतुर्विंशतिवर्षः सर्वान् वेदानधीत्य महामना अनुचमानमाने स्तब्धयेयायतकम् अपितोवाचयन् सः पित्रोक्तः श्वेतकेतुः ह द्वादशवर्षस्सन् उपेत्य आचार्यं यावच्चतुर्विंशतिवर्षो बभूव तावत् सर्वान् वेदान् चतुरोपि अधीत्य तदर्थं च बुद्ध्वा महामनः महद्गम्भीरं मनः यस्य आसमम् आत्मानं मन्यैः मन्यमानं मनः यस्य स्वयं महामनः अनुचानमानि अनुचानम् आत्मानं मन्यते इति एं शीलो यः सो अनुचानमानि स्तब्धः अप्रणतस्वभावः येयाय गृहम् तम् एवं भूतं ह आत्मनो अननुरूपशीलं स्तब्धं मानिनं पुत्रं दृष्ट्वा पितोवाच सद्धर्म अवतार्चिकीर्षय श्वेतकेतो यन्न सोम्येदं महामनानुचानमानि स्तब्धोऽसि उदतम् आदिशमप्राक्ष्यायेन श्रुतुं सं भवति अमतं मतम् अविज्ञातं विज्ञातमिति कथं नु भगवास आदिशो भवति इति श्वेतकेतुं यन्नु इदं महामनाः अनुचानमानि स्तब्धश्चासि कस्ते अतिशयः प्राप्तः उपाध्यायः उतापि तम् आदेशम् आदिश्यते इति आदेशः केवलशास्त्राचार्योपदेशगम्यमित्येतत् येन वा परं ब्रह्म आदिश्यते स आदेशः तम् अप्राक्ष्यः पृष्टवानसि आचार्यं तम् आदेशं विचिनष्टि येन आदेशेन श्रुतेन अश्रुतमपि अन्यश्रुतं भवति अमतं मतम् अतर्कितं तर्कितं भवति अविज्ञातं विज्ञातम् अनिश्चितं निश्चितं भवति सर्वानपि वेदानधीत्य सर्वं च अन्यद्वेद्यम् अधिगम्यापि अकृतार्थैव भवति यावदात्मत्वं न जानाति इति आख्यायिका तु अवगम्यते तदेत अद्भुतं श्रुत्वा अहं कथम् एतदप्रसिद्धम् अन्यविज्ञानेन अन्यद्विज्ञातं भवति इति एवं मन्यमानः पृच्छति कथं नु केन प्रकारेण हे भगवः स आदेशो भवति इति यदा सौम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातकं स्याद्वाचा रमणं विकारो नाम धीमृतिकेत्येव सत्यम् यथा स आदेशो भवति तच्छृणु हे सौम्य यथा लोके एकेन मृत्पिण्डेन रोचककुम्भादिकारणभूतेन विज्ञातेन सर्वं मन्यन् तद्विकारजातं मृण्मयं मृद्विकारजातं विज्ञातं स्यात् कथं मृत्पिण्डे कारणे विज्ञाते कार्यम् अन्यद् विज्ञातं स्यात् नैश दोषः कारणेन अनन्यत्वात् कार्यस्य यन्मन्यसे अन्यस्मिन् विज्ञाते अन्यतो न ज्ञायते इति सत्यमेव स्यां यदि अन्यत् कारणात् कार्यं स्यात् न तु इयम् अन्यत् कारणात् कार्यं कथं तर्हि इदं लोके इदं कारणम् अयमस्य विकारः इति शृणु वाचारम्भणं वागारम्भणं वागालम्बनम् इत्येतत् कोसं विकारं नामधेयं नाम एव नामधेयं स्वार्थे ध्येयप्रत्ययः वागालम्बनमात्रं नाम एव केवलं न विकारो नाम वस्तु अस्ति परमार्थतो मृत्तिकेत्येव मृत्तिका एव तु सत्यं वस्तु अस्ति यथा सौम्यैकेन लोहमण्या सर्वं लोहमयं विज्ञातुं स्याद्वाचारमणं विकारं नामधेयं लोहमित्येव सत्यं। यथा स्वामी एकेन लोहमणिना सुवर्णपिण्डेन सर्वम् अन्यद्विकारजातं काटकं मुकुटकेयूरादि विज्ञातं स्याम् वाचारमणम् इत्यादि समानम्। यथा स्वाम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णाय संविज्ञातं स्याद् वाचारमणं विकारो नामधेयं कृष्णाय संमित्येव सत्यम् एवं स्वामी स आदेशो भवति इति। यथा स्वामी एकेन नखनिकृन्तनेन उपलक्षितेन कृष्णायसपिण्डेन इत्यर्थः सर्वं कार्ष्णायसं कृष्णायसविकारजातं विज्ञातं स्यात् समानमन्यते। अनेकदृष्टान्तोपादानं दार्ष्टान्तिक अनेकभेद अनुगमार्थं दृढप्रतीत्यर्थं च एवं स्वाम्यस आदिश यः मयोक्तः भवति इत्युक्तवती पितरि याः इतरः न वै नूनं भगवन्तः त एतदवेदिषुः यद्धि एतदवेदिशन् कथं मे न वक्ष्यन्ति भगवास्त्वैव मे तद्ब्रवीत्विति तदा स्वामीति उवाच। न वै नूनं भगवन्तः पूजावन्तः गुरवः मम ये ते एतद् यद्भवदुक्तं वस्तु न अवेदिषु न विज्ञातवन्तः नूनं यत् यदि हि अवेदिष्यन् विदितवन्तः एतद्वस्तु कथं मे गुणमते भक्ताय अनुगताय न अवक्षन् न उक्तवन्तः तेन अहं मन्ये न विदितवन्तः इति। अवाच्यमपि गुरोः न्यग्भावम् अवादीन् पुनः गुरुकुलं प्रति प्रेषणभयात् अतो भगवांस्तु एव मे मह्यं तद्वस्तु येन सर्वज्ञत्वं ज्ञातेन मे स्यात् तद्ब्रवीतु कथयत् इत्युक्तः पितोवाच तथास्तु सौम्यति इति प्रथमखण्डभाष्यम्। द्वितीयखण्डः सदैव सौम्यदमग्रहासीदेकमेवाद्वितीयं तद्धयेकाहो असदैव विदमग्रहासीदेकमेवाद्वितीयं तस्मात् असतः सज्जायत। सदैव सदिति अस्थितमात्रं वस्तु सूक्ष्मं निर्विशेषं सर्वगतं एकं निरञ्जनं निर्वयं विज्ञानं यदवगम्यते सर्ववेदान्तेभ्यः एव शब्दः अवधारणार्थः। किं तदवद्रियते इति अहम् इदं जगत् नामरूपक्रियावद्विकृतमुपलभ्यते यत् तत् सदैव आसीन् इति आसीत् शब्देन सम्बध्यते। कदा सदैव इदमासीदिति उच्यते अग्रे जगतः प्रागुत्पत्तेः। किं न इदानीमिदं सत्वं येन अग्रे आसीदिति विशेष्यते न कथं तर्हि विशेषणम्। इदानीमपि इदं सदैव किन्तु नामरूपविशेषणवत् इदं शब्दबुद्धिविषयं च इति इदं च भवति। प्रागुत्पत्तेस्तु अग्रे केवलं सच्छब्दबुद्धिमात्रगम्यमेवेति सदैव इदमग्र आसीदिति अवधार्यते। न हि प्रागुत्पत्तेः नामवतो रूपवद्व इदमिति ग्रहीतुं शक्यं वस्तु सुषुप्तकाले एव। यथा सुषुप्तादुत्थितः सत्त्वमात्रम् अवगच्छति सुषुप्ते सन्मात्रमेव केवलं वस्तु इति तदा प्रागुत्पत्तेः इति अभिप्रायः। यथा इदमुच्यते लोके पूर्वाह्णे घटादिशुषुक्षुण कुलालेन मृत्पिण्डं प्रसारितमुपलभ्य ग्रामान्तरं गत्वा प्रत्यागतः अपराह्णे तत्रैव घटशरावादि अनेकभेदभिन्नं कार्यमुपलभ्य मृतेव इदं घटशरावादि केवलं पूर्वाह्णे आसीदिति तथा इहापि उच्यते सदैव इदमग्र आसीदिति एकमेव इति। स्वकार्यपतितम् अन्यतो नास्ति इति एकमेव इति उच्यते। अद्वितीयमिति मृद्व्यतिरेकेण मृदः यथ अन्यद्घटादि आकारेण परिणमयितृ कुलालादिनिमित्तकारणं दृष्टं तथा सद्व्यतिरेकेण सतः सहकारिकारणं द्वितीयं वस्त्वन्तरं प्राप्तं प्रतिषिध्यते अद्वितीयम् इति। न अस्य द्वितीयं वस्त्वन्तरं विद्यते इति अद्वितीयं। ननु वैशेषिकपक्षेपि सत्सामानादिकरणं सर्वस्य उत्पद्यते द्रव्यगुणादिषु सच्छब्दवद्यनुवृत्तेः सद्द्रव्यं सन्गुणः सत्कर्म इत्यादि दर्शन सत्यमेवं स्यादिदानीं प्रागुत्पत्तेस्तु नैव इदं कार्यं सदैव आसीत् इति अभ्युगमते वैशेषिकैः। प्रागुत्पत्तेः कार्यस्य असत्त्व अभ्युगमः न च एकमेव सद् अद्वितीयं प्रागुत्पत्तेः इच्छन्ति तस्मात् वैशेषिकपरिकल्पिता तु सतः अन्यत् कारणमिदं सदुच्यते मृदादिदृष्टान्तेभ्यः। तत्र एतस्मिन् प्रागुत्पत्तेः वस्तुनिरूपणे एके वैनाशिकः आहो वस्तुनिरूपयन्तः असत् सदभावमात्रं प्रागुत्पत्तेः इदं जगन् एकमेव अग्रे अद्वितीयम् आसीदिति सदभावमात्रं हि प्रागुत्पत्तेः तत्त्वं कल्पयन्ति बौद्धः, न तु सत्प्रतिद्वन्द्वी वस्तुन्तरमिच्छन्ति। यथा सच्च असदिति गृह्यमाणं यथाभूतं तद्विपरीतं तत्त्वं भवति इति नैयायिकः। ननु सदभावमात्रं प्रागुत्पत्तेश्चेदभिप्रेतं वैनाशिकैः, कथं प्रागुत्पत्तेः इदम् आसीन् असदेकम् एव अद्वितीयं च इति कालसम्बन्धः, सङ्ख्यासम्बन्धो अद्वितीयत्वं च उच्यते तैः। बाणं न युक्तं तेषां भावाभावमात्रम् अभ्युपगच्छत, असत्त्वमात्र अभ्युपगममपि अयुक्तैव। अभ्युपगन्तुः अनभ्युपगम अनुत्पत्तेः, इदानीम् अभ्युपगन्त अभ्युपगम्यते न प्रागुत्पत्तेः इति चेत् न प्रागुत्पत्तेः सद्भावस्य प्रमाण अभावः, प्रागुत्पत्तेः असदेव इति कल्पना अनुपत्तिः।